गतवर्गे हल्सन्धि तृतीयकरपत्रे अस्माकं सप्तमः बिन्दु नाम सकारान्तधातुभ्यः तकारै थकारादिप्रत्ययानां योजनविधिः पर्यन्तं समाप्तम्। इदानीम् अस्माकं नूतनविषयः अस्ति तकारान्तधातुभ्यः तकारादिथकारादिप्रत्ययानां योजनविधिः इति अस्ति। तर्हि अत्र मीना महोदय पठतु अष्टमबिन्दु। अष्टमबिन्दु अकारान्तधातुभ्यः तकारादिथकारादि च प्रत्ययानां योजनविधिः। अकारान्तधातु तकारप्रत्ययः अत्र मार्गः पञ्चप्रकारकः सामान्यनियमः चत्वारः विशेषचः सामान्यनियमः तकारादि ठकारादि च प्रत्यये परे धात्वन्तस्य हकारस्य स्थाने डकारादेशो भवति होडः इत्यनेन सूत्रेण। धात्वन्तस्य हकारस्य प्रत्ययादौ स्थितस्य तकारस्य थकारस्य च सिद्धदा आदेशो भवति जशस्ततो दो अगः इति सूत्रेण। प्रत्ययादौ स्थितस्य थकारस्य स्थाने ढ आदेशो भवति श्नाष्टुः इति सूत्रेण। पूर्वतनस्य ढ लोपो भवति डोडे लोपः इति सूत्रेण। पठतु उदाहरणम्। लिख् योगः टा पुगन्तस्य लघुपुगसे इत्यनेन गुणः लेह् योगः टा होडः इत्यनेन जलिपरे इह् हकारस्थाने ढकारः आदेशः। सो लेखतः लेद् लेद् योगः ता भवति जशस्ततोर् द्वादः इत्यनेन इत् स्थाने इद् आदेशः लेड् योगः धा तकारः ढकारः भवति स्तुनाष्टुः इत्यनेन स्तुत्वं लेड् योगः ढा डोडे लोपः इत्यनेन पूर्वतनस्य डकारस्य लोपः लेढा अन्तिमरूपम्। तर्हि इदम् अस्माभिः पूर्वमपि पठितं तत्र सुनाष्टुः पर्यन्तं तु सामान्यप्रकरणमस्ति, परन्तु तदनन्तरं लेढ् योगः ढा मध्ये अस्माभिः दृष्टं खलु यत् पूर्वत्र सिद्धं तस्य विपरीतकार्यं भवति, नो चेत् ढोडे लोपः निरवकाशः भवति सूत्रम्। अतः लेड् योगः ढा मध्ये यद्यपि ढोडे लोपः पूर्वत्र सिद्धम् इति नियमस्य पालनं न करोति तथापि तस्य कार्यं भवति ढोडे लोपः, तदनन्तरं ढकारस्य लोपः भूत्वा लेढा इति भवति, तथैव रुहयोगः ता रोढा मिहयोगः ता मेढा इति भवति। खोडः इति अस्ति अस्माभिः परिचितं सूत्रमस्ति, अस्माकं सामान्यसूत्रमस्ति, हकारस्य पदान्त अथवा झरिपरे हकारस्य स्थाने सामान्यतया ढकारः भवति। तदनन्तरं जशस्ततोर्धोदः इति अस्माभिः पूर्वमेव पठितं, झष् प्रत्याहारवर्णस्य नाम चतुर्थवर्णस्य अनन्तरं वर्णात् अनन्तरं यदि तकारथकारः अस्ति चेत् तकारथकारस्य स्थाने ढकारः भवति। तदनन्तरं ढोडे लोपः, ढोडे लोपः इति किं वदति, यत् ढकार उत्तर ढकारपरे ढकारस्य लोपः भवति इति अस्माभिः दृष्टम्। अस्तु तदनन्तरम् एकं पुनः सूत्रमस्ति, ढकारनिमित्तं ढकारस्य लोपः यदा भवति तदा एकं सूत्रमस्ति पूर्वस्य ढलोपे पूर्वस्य दीर्घवर्णः इति अस्ति। तर्हि इदानीं किं महोदय ड्रलोपे पूर्वस्य दीर्घो अणः दीर्घ अणः ड्रलोपे पूर्वस्य दीर्घ अणः विजया महोदय पठतु महोदय एकः प्रश्नः अस्ति अत्र गतवर्गे भवान् उक्तवान् किमर्थं डोडे लोपः रोरि डोडे लोपः समान एव यत्र रेपम् अस्ति रेपं लोपः डकारः अस्ति पूर्वं डकारः लोपः डे लोपः डे तत्र लोपः किमर्थम् अनुवर्तनसहितम् आगच्छति इति उक्तवान् रोरि इति सूत्रे लोपः इति भवितव्यं तस्मात् डोडे लोपः इति उक्तं तत्र यदि यदि डोडे लोपः पूर्वसूत्रं रोरि इति अनन्तरसूत्रम् 8314 इति चिन्तयामि तस्मिन् समये किमर्थं पाणिनिमहर्षि लोपः रोरि इति सूत्रे न स्थापितं किमर्थं डोडे लोपः लो इति स्थापितं तत्र न डोडे लोपः पूर्वमस्ति तदनन्तरं रोरि तर्हि डोढे लोपः मध्ये लोपः डोडे लोप वदतु वदतु न न अहं शृणोमि भवान् वदतु ढोढे लोपः मध्ये लोपः स्थापितं तदनन्तरं साक्षादेव रोरि इति सूत्रं लिखितं पुनः लोपः लेखनस्य आवश्यकता नास्ति यतो हि अनुवृत्तिरूपेण लोपः आगच्छति ढोढे लोपः तदनन्तरं रोरि नाम यथा ढकारोत्तर ढकारपरे ढकारस्य लोपः तथैव रेफ् परे रेफस्य लोपः इति तस्य आशयः इति ढोढे लोपः रोरि तदनन्तरं दीर्घः भवति किल महोदय तत्तु भिन्नं सूत्रमस्ति ढलोपे भिन्नमस्ति परन्तु इदानीं यद्यपि ढोढे लोपः स्तुनाष्टुः इति सूत्रात् पूर्वम् आगच्छति तथापि पूर्वत्र सिद्धस्य कार्यं न भवति यतोहि सूत्रं निरवकाशः भवति अन्यथा अतः तथा न करणीयम् द्वितीयबिन्दुः आगच्छति वा अवगच्छामि इदानीम् अवगच्छामि मम मनसि अन्यत्र प्रश्नः आसीत् इदानीम् अहं विस्मृतं मया विस्मृतं यदा यदा स्मरति तदा वदतु ओके अस्तु विजय महोदय अग्रे पठतु विशेषः ठर इत्यनेन लोपरूपं विजयमहोदय अस्ति वा इदानीं माजि पठामि माजि रुक् एवमेव रुक् द्युकः न पठितं महोदय किम् एवमेव रुक् योगः सा न पठितं न तदेव अस्ति किमपि नूतनं नास्ति अतः झटिति पठितं मया नूतनं नास्ति अतः अग्रे विशेषः इति लिखितमस्ति खलु ढर इत्यनयोः लोपानन्तरं तत् पठतु द्वितीयबिन्दुः दकारादि हकारान्तधातुभ्यः तकारादि ठकारादि च प्रत्ययानां योजनविधिः किम् अस्ति इति अधः दत्तं तकारादि ठकारादि च प्रत्यय विशेषः तत्र लिहयोगः ता रुहयोगः ता मिहयोगः ता होडः इति सर्वं लिखितं तदनन्तरं धोडे लोपः इति सूत्रानन्तरं विशेषः लिखितमस्ति खलु आम् अस्तु विशेषः ड्र इत्यनयोः लोपानन्तरं तयोः पूर्वस्थितस्य अन् अन् इत्युक्ते आ इ उ एव अत्र अस्ति प्रत्ययम् इत्यस्य दीर्घ आदेशः भवति यथा लिप् योगः तः तत्र होड होडः इति सूत्रेण हकारस्य स्थाने डकारः भूत्वा लिड् योगः तः तः इति अस्ति लिड् योगः तः जशस्तदोर् दोर् दः इति सूत्रेण लिड् भवति तदनन्तरं तकारस्य प्रथमतकारस्य स्थाने चतुर्थवर्णः भूत्वा लिड् योगः दः इदानीं स्टुनास्तुः इति सूत्रेण लिड् योगः चतुर्थदकारस्य स्थाने चतुर्थ डावर्ग डावर्गीय चतुर्थवर्णः डकारः भवति डोडो लोपः इति सूत्रेण लि योगः डः इदानीं ड्र लोपे पूर्वस्य दीर्घोणोः इत्यनेन ड्र इत्यस्य लोपानन्तरं पूर्वस्थितस्य अन् दीर्घ आदेशः भवति अतः ली इति ह्रस्व ली दीर्घं भूत्वा ली इति भवति अनन्तरं ली योगः डः लीडः इति भवति तावदेव तत्र प्रथमं स्थितस्य डकारस्य स्थाने ड्रालोप पूर्वस्य दीर्घ अनुः इति सूत्रेण तत्र लोपः भूत्वा लीडः एव तत्र तिष्ठति ड्रालोपे पूर्वस्य दीर्घोणेन लोपः न भवति डोडे लोपः इति सूत्रेण प्रथमडकारस्य लोपः भूत्वा अनन्तरं ड्रालोपे पूर्वस्य दीर्घो अण इत्यनेन डा इत्यस्य लोपानन्तरं पूर्वस्थितस्य पूर्वस्मिन् यद् तिष्ठति तत् स्थाने अण् इति तत्र दीर्घः भवति अतः तत्र लि इति ह्रस्वलिकारस्य स्थाने दीर्घली भूत्वा ली योगः डः योजनेन लीडः इति भवति सम्यक् तर्हि ढलोपे पूर्वस्य ढोडे लोपः इत्यनेन ढकारनिमित्तकं यदि ढकारस्य लोपः भवति तत् लुप्तढकारात् पूर्वं यदि अण्वर्णः अस्ति नाम अ इ ओ तस्य दीर्घत्वं भवति अतः लीढः अस्तु सूत्रं पठतु महोदय ढलोपे पूर्वस्य दीर्घवर्णः महोदय ड्र लोपे पूर्वस्य दीर्घवर्णः इति सूत्रेण ड्र ड रेपयो लोपनिमित्तयोः पूर्वस्य तत्र किम् अस्ति जि तत्र पूर्वस्य अणो दीर्घः पूर्वस्य अणो अन्न दीर्घः भवति पूर्वस्य अणो दीर्घः अन्न दीर्घः भवति डकाररेपयोः लोपस्य निमित्तिक डकाररेपे परे अन्न प्रत्याहारे स्थितस्य दीर्घः आदेशः भवति ड्रालोपे इति द्वन्द्वगर्भ उपपद तत्पुरुषसमासः ड च ड चर् च द्रौ इत्रेतरद्वन्द्वः द्रौ लोप लोपयति इति ड्रालोपः तस्मिन् ड्रालोपे ड्रालोपः गर्भद्वन्द्वः उपपदतत्पुरुषः ड्रालोपे सप्तम्यन्तं पूर्वस्य षष्ट्यन्तं दीर्घः प्रथमान्तम् अन् षष्ट्य अणः षष्ट्यन्तम् अनेकपदमिदं सूत्रम् सूत्रं स्वयं सम्पूर्णम् अतः तत्र ड्रालोपे पूर्वस्य अणः दीर्घः ड्रालोपे पूर्वस्य अणः तत्र आयि उन् इति पदं तत्र परे पूर्वस्थितस्य अन् दीर्घः आदेशः भवति इति तत्र दत्तम् अस्तु तर्हि ढ अथवा र तयोः निमित्तयोः यत्र ढकार अथवा रेपस्य लोपः भवति नाम ढोढे लोपः अथवा रोरि इति सूत्रयोः यत् ढकाररेफयोः लोपः भवति तस्य लुप्तढकार अथवा रेफात् पूर्वं यदि अ इ उ इति वर्णः भवति तस्य वर्णस्य दीर्घं भवति। तर्हि ढ्र लोपे यदा ढकारस्य रेफस्य लोपः भवति कदा अनन्तरं ढकारः अथवा रेफः अस्ति चेत् तदा पूर्वस्य अणः दीर्घः इति अस्ति। तर्हि उपरि यत् लिखितमस्ति लीडः तत्तु ढकारस्य उदाहरणं, रेफस्य उदाहरणं किं तदग्रे लिखितं। विधि महोदय पठतु। विजया महोदय उपरि उपरि ढकारस्य उदाहरणं दृष्टम् अग्रे महोदय विसर्गसन्धौ द्वितीयबिन्दुः भगिनी ढकारादि अकारान्तदातुभ्यः उदाहरणं न दृष्टं किल उपरि ढकारस्य ढकारस्य उपरि ढकारस्य उदाहरणं दृष्टम्। विसर्गसन्धौ रेफस्य प्रसिद्धौ उदाहरणं पुनः रमते इति पुनर्रमते विसर्गः रेफः भवति तदनन्तरं रोरि इत्यनेन रेफस्य रेफे परे लोपः पुनः प्लस् रमते लोपे पूर्वस्य दीर्घोणः इति सूत्रेण पुनारमते इति। अस्मिन् वृत्तान्ते रेफः एव रेफस्य लोपस्य निमित्तम् रेफलोपनिमित्तकरेफात् प्राक् अण्प्रत्याहारे अन्यतमवर्णो अस्ति अकारः इति अतः अणः दीर्घत्वं भवति। तथैव महोदय अत्र पुनः पुनः रमते इति अत्र विसर्गस्य रकारं भवति तदनन्तरं रोरि इति सूत्रेण रकारात् परं रकारः अस्ति इति कारणेन प्रथमरकारः लोपः भवति तदनन्तरं पुनः रमते इति लोपात् अनन्तरं त्रिलोपे पूर्वस्य दीर्घोणः इति सूत्रेण अत्र नकारस्य स्थाने दीर्घो भूत्वा नकारः आगच्छति पुनारमते इति अतः अत्र दत्तमस्ति रेफस्य लोपः रेफः एव निमित्तं रेफः एव कारणं किमित्युक्ते रेफः योगः रेफः अत्र प्रागपि रेफः पुनः अपि रेफः अस्ति अतः रेफस्य लोपस्य कारणं रेफः एव तदनन्तरं रेप् तत् निमित्तकारणात् अत्र अण् अस्ति किल अतः अत्र अण् दीर्घं भवति पुनः इति पुनारमते इति अन्तिमरूपम् अस्ति। सत्यं तर्हि पुनरमते मध्ये पुनर्रमते अत्र रेफ रेफयुक्त इति यथा महोदय उक्तं रोरि इत्यनेन पूर्व यत् रेफस्य लोपः भूत्वा पुनः रमते इति अस्ति। इदानीं रेफात् पूर्वम् अकारः अस्ति अतः अस्य लोप दीर्घत्वं भवति पुनारमते पुनारमते। अस्तु तर्हि एतत्तु विशेषनियमः समाप्तः। इदानीम् अग्रे पठतु महोदय द्वितीयबिन्दुः सामान्यनियमः समाप्तः इदानीं विशेष दकारात् हकारान्तधातुभ्यः ढकारादि ढकारादि च प्रत्ययानां योजनविधिः ढकारादि ठकारादि च प्रत्यये परे ढकारादि हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारो आदेशो भवति दाधेर्धातुर्धः इत्यनेन सूत्रेण। अधुना वक्तव्यं वा महोदय अत्र अकार तकार आदि प्रत्यय परे धकारादि हकार धकार आदि हकार अन्त अत्र दकाराति धातु किन्तु हकारान्त धातु इति अस्ति चेत् धातु अन्तस्य हकारकस्थाने गकारः आदेशः भवति. अत्र सूत्रमस्ति धाधेर् धातुर् इति सूत्रेण. अधुना प्रत्ययः जष् पतः अस्ति. अतः प्रत्यय आदौ स्थितस्य तकारस्य थकारस्य च इद् आदेशो भवति. जषस्तधो धोदः इति अग्रे विजय महोदय अस्ति वा? विजय महोदय इण्टर्नेट् कनेक्षन् गाने थिङ्क् ओ अस्तु. तर्हि अहं वदामि. तर्हि सामान्यतया हकारात् अनन्तरं यदा जलवर्णः अस्ति तर्हि ढकारः भवति. परन्तु दकारादिधातुः अस्ति चेत् हकारस्य स्थाने वयं जानीमः दादेर्धातोर्गः इत्यनेन घकारः भवति. तर्हि उदाहरणं पश्यतु, दोः योगति. इदानीं हकारस्य स्थाने ढकारः न भवति परन्तु घकारः भवति दादेर्धातोर्गः इति सूत्रेण. अतः दोः योगति. इदानीं पुनः घकारः झष् प्रत्याहारे अस्ति, चतुर्थवर्णः अस्ति. अतः तस्मादनन्तरं यः तकारः अस्ति तस्य स्थाने ढकारः भवति झषस्तथोर्धोधः इत्यनेन. तर्हि दोग्योगः धि. इदानीं किं करणीयं? चतुर्थवर्णः अस्ति, तस्मात् पूर्वं घकारः अस्ति, अतः तस्य स्थाने तृतीयवर्णः भवति. केन सूत्रेण? झलां झषि. झल्वर्णात् अनन्तरं यदि झष् प्रत्याहारवर्णः अस्ति, झष् इत्युक्ते किं? तृतीयचतुर्थवर्णः अस्ति चेत् तस्य स्थाने तृतीयवर्णः भवति, झष् भवति. तर्हि दोघ् योगः धि भवति दोघ् योगः धि दोग्धि. सर्वे अवगच्छन्ति वा? तर्हि विनी महोदय अग्रे पठतु. एवमेव दुः योगः थः दाधे दाधोधः इति सूत्रेण अत्र हकारः घकारः भूत्वा दुग् योगः थः इति जषस्ततो दोधः इति सूत्रेण दुग् योगः धः. तदनन्तरं जलां जष् जषि इति सूत्रेण घकारः तृतीय घकारः भूत्वा दुग् योगः धः दुग्धः इति. देह् योगः ति दाधे धातो धः इति सूत्रेण हकारः घकारः भूत्वा देग्योगः ति जषस्ततो दोधः इति सूत्रेण देग्योगः धि. पुनः जलां जषि जष् जषि इति सूत्रेण देग् योगः धि देग्धि इति. अत्र महोदय प्रश्नः अस्ति वा? अत्र न, अत्र दुःखिति ति तिप्पिति गुणं भूत्वा देह् इति आगच्छति किल महोदय? अत्र न वा? कुत्र? देह् मध्ये धातु एव देह. ओहो, धातु देह अस्ति वा दिह अस्ति वा द्रष्टव्यं. परन्तु दिह धातु अस्ति चेदपि यथा भवती वदति किन्ति प्रायः सत्यं वदति भवती. दिह धातुः अस्ति, तस्य ति इति तित् प्रत्ययः अस्ति, अतः देह भवति. सत्यं गुणं भूत्वा गुणः भूत्वा. अनन्तरं दिक् योगः तः अत्र तु अत्र गुणं न भवति. जषस्तदोदः इति सूत्रेण दिग्योगः धः, जलां जस् जसि इति सूत्रेण दिग्योगः धः दिग्धः इति. तर्हि एतानि सूत्राणि तु अस्माकं परिचितसूत्राणि, दादेर्धातोर्गः, जषस्तदोदः, जलां जस् जसि. तर्हि अग्रे गच्छ. अस्तु, रघुपतिमहोदय अग्रे पठतु. तृतीयबिन्दु महोदय मम किञ्चित् प्रश्नः अस्ति वा एतावत्पर्यन्तं कस्यापि? अस्तु, अग्रे गच्छामः तर्हि. मीना महोदय पठतु तृतीयबिन्दु. तृतीयबिन्दु द्रुह् मुह् श्नु श्निह् एभ्यः चतुर्भ्यः धातुभ्यः तकारादि ठकारादि च प्रत्ययानां योजनविधिः. एभ्यः चतुर्भ्यः धातुभ्यः हकारस्य स्थाने विकल्पेन घकारो वा ढकारो वा भवति. ओ ठकारो वा घकारो वा भवति विकल्पेन. ह स्थाने घ आदेशः. झरिपरे धात्वन्ते ह स्थाने घकारः आदेशः वा द्रुहमुहश्मुहश्निहाम् इति सूत्रेण. ओके, अधुना प्रत्ययः जष् परतः अस्ति. जषि परे वर्ग अतः प्रत्ययादौ स्थितस्य तकारस्य ठकारस्य च घकारादेशो भवति जषस्ततोर्धोरधः इति सूत्रेण. अधुना धातु पुरतः जष् अस्ति तकारः, अतः धात्वन्ते घकारस्थाने तृतीयादेशो भवति जलां जस् जषि इति सूत्रेण जस्वसन्धिरिति. अत्र हकारस्य स्थाने घकारः आदेशः, जलिपरे दातन्ते हकारस्थाने. मीना महोदय गच्छति वा सापि? अन्ये श्रोतुं शक्नुवन्ति वा? आं महोदय. मीना महोदय नहि, नास्ति. भवान् यद् वदति तत् श्रोतुं शक्नोमि. तर्हि दृह मुह श्नुह श्निह चतुर्भ्यः चत्वारः धातवः सन्ति, यत्र एकस्मिन् पक्षे ढकारः भवति एकस्मिन् पक्षे घकारः भवति. केन सूत्रेण? वा द्रुह मुह श्नुह श्निहाम् इति सूत्रेण. तर्हि पश्यतु, द्रुहयोगः ता, अत्र पुगन्तलघुपदस्य इत्यनेन गुणः भवति द्रोहयोगः ता. तर्हि वा द्रुह मुह श्नुह श्निहाम् इति सूत्रेण रूपद्वयं भवति द्रोढयोगः ता द्रोघयोगः ता, खलु? तर्हि विजया महोदय, यदि घकारः भवति चेत् अग्रे कार्यं कथं करणीयं वदतु. विजया महोदय अस्ति वा? एकनिमिषं न, करपत्रस्य आवश्यकता नास्ति, भवती एव वदतु. द्रोहकारः भवति चेत् किं भवति अग्रे? दकारः भवति चेत् प्रथमवर्णः न प्रथमवर्णस्य स्थाने तृतीयवर्णः आगच्छति. न मन्दं भवति भवतः. न द्रोहता द्रोहयोगहता तदा वा द्रुहमुह इति सूत्रेण यदि घकारः भवति द्रोहयोगहता तर्हि अग्रे कथं भवति? द्रोहयोगहता वा जि द्रोह योग द्रोह अग्रे इदानीं श्रूयते वा महोदय? इदानीं श्रूयते वा? हा भवती वदतु। तर्हि द्रोहयोगः ता मध्ये एकस्मिन् पक्षे घकारः भवति चेत् द्रोहयोगः ता अग्रे कथं भवति? वा दृगमुगश्नुगश्निगाम् इति सूत्रेण अकारस्य घकारः भवति। तदनन्तरं जशस्ततो धोराजः इति द्रोगयोगः था द्रोगयोगः धा भवति। जलां जस् जशि इति सूत्रेण द्रोग् द्रोग् जस्वं भवति द्रोग्धा। अपि च भवती एव वदतु, अन्यस्मिन् पक्षे यदि धकारः भवति तर्हि कार्यं कथं भवति? अन्यस्मिन् पक्षे कुत्र महोदय? एकस्मिन् पक्षे घकारः भवति द्रोघयोगः था द्रोग्धा, अन्यस्मिन् पक्षे धकारः भवति खलु द्रोग्धा इति भवति खलु? मीना महोदय, द्रोग्धा द्रोहयोगः ता, एकस्मिन् पक्षे हकारस्य स्थाने धकारः, एकस्मिन् पक्षे अन्यस्मिन् पक्षे घकारः खलु? हकारस्य घकारः अन्यस्मिन् पक्षे किं भवति महोदय? धकारः भवति खलु, अस्माभिः परिचितम् अस्माभिः पठितं सूत्रं खलु। वा द्रोहमुहश्नुहश्निहा सूत्रं किं वदति? द्रोग्धा धकारः भवति, धकारः भवति खलु? शृणोतु, द्रोढयोगः सा, अग्रे किं करणीयम्? हकारस्य धकारः भवति, हकारस्य धकारः भवति वा? हकारस्य धकारः भवति खलु, ढकारः भवति, द्रोढयोगः सा। अग्रे अनन्तरं द्रोढयोगः धा भवति केन सूत्रेण? दादेर्दोर्धः तकारस्य धकारः केन सूत्रेण वदति? जशस्ततो दोधः जशस्ततो ततो अधः अधः द्रोढयोगः धा, अग्रे द्रोढयोगः धा भवति, द्रोढयोगः धा भवति। अनन्तरं केन सूत्रेण? डकारस्य डकारः भवति केन सूत्रेण? स्तुत्वमस्ति खलु, अष्टराष्टुः वा? द्रोढ अग्रे द्रोढे लोपः भवति, द्रोढा। एकस्मिन् पक्षे द्रोढा, एकस्मिन् पक्षे द्रोढा, द्रोग्धा द्रोग्धा अथवा द्रोढा, द्रोग्धा अथवा द्रोढा। अस्तु अग्रे अग्रे अस्ति एवमेव। हा विजय महोदय, विजया महोदय, मुहयोगः ता रूपद्वयं वदतु, सा भवती एव पठनस्य आवश्यकता नास्ति, भवती एव वदतु मुहयोगः ता। तत्र मुह् योगः ता इत्युक्ते ता ह्रस्व एवं खलु, ह्रस्व एव तत्र पुहन् मुह् मुह् इति पुहन्तलघुपदस्य च इत्यनेन मोः भवति। अनन्तरं वा दृक् मुह् मुहश्नुह स्नीहा इति सूत्रेण प्रथमं मुह मोह इति स्थाने हकारस्य स्थाने चतुर्थवर्णः गकारः भवति, इदानीं मोग् इति भवति. अनन्तरं जशस्तदोर्दोर्दः इति सूत्रेण चतुर्थवर्ण गकारस्य स्थाने जलं जशो जश किमस्ति जलां जश् जशि इति सूत्रेण एकनिमेषः मोहयोगः सा भवति. तदनन्तरं किं किम् अभवत् भवती पुनः वदतु. मुह्ययोगः इदानीं मोह भवति खलु, अग्रे मोह भवति. अनन्तरं ता इति अस्ति, तत् किं भवति हकारस्य स्थाने किं भवति? तकारस्य स्थाने जशिस्तदोर्दोर्दः इति सूत्रेण अरे तस्मात् पूर्वं हकारस्य स्थाने किं करणीयम्? अकारस्य स्थाने हो हो मोहयोगः सा अस्ति खलु, हकारस्य किं भवति? मोह इति भवति, तकारस्य स्थाने तु जल जश न तत्र दादेर् धातो दोर्ग दोर्गः इति सूत्र न तत्र तत्र उदाहरणं कुत्र अस्ति इति उदाहरणं मोहयोगः ता अस्ति जशस्तदोर्दोर्गः इति सूत्रेण मोग् भवति. मया उक्तं खलु जि मया उक्तं खलु एतत् न मया उक्तमेव तकारस्य स्थाने जशस्तदोर्दोर्दः इति सूत्रेण चतुर्थवर्णः दकारः आगच्छति खलु. एकनिमेषः जशस्तथोर्दोर्दः कृते निमित्तं किम्? निमित्तम् उत्तरपदस्य अन्तः भवेत् खलु, थ इति आगच्छति चेत् दशवर्णः अस्ति वा? किं हकारः मोह मोहमध्ये अन्ते हकारः अस्ति खलु, मोहमध्ये अन्तिमवर्णः अकारः एव ह्रस्वाकारः अस्ति. ह्रस्वाहकार इति किमपि नास्ति, हकारः हकार एव अस्ति, ह्रस्वत्वं केवलं स्वरवर्णः अस्ति. मोह हकार इति हकार अचुवर्ण अस्ति वा? अकारः अचुवर्णः एव अस्ति खलु, अन्ते मोह इति अन्ते किमस्ति, कः वर्णः अस्ति? अचिव हकार उत्तरवर्ति, हकार उत्तरवर्ति अकारम् जश्वर्णः नास्ति इति महोदय महोदय मोह धातु मोह विधि महोदय भवती वदतु, मोह अस्ति खलु, मोह अस्ति डोड् अहोडः भवति महोदय. अत्र सूत्रं किमस्ति, वा द्रुह मुह स्नुह स्निह तर्हि वा द्रुह मुह किं वदति, मुह धातु अस्ति चेत् किं वदति, विकल्पेन किं वदति, हकारस्य स्थाने चतुर्थवर्णः गकारः आदेशः भवति अथवा डकारः भवति, डकारः आगच्छति. तर्हि हकारस्य स्थाने एकस्मिन् पक्षे घकारः घकारः आगच्छति, अन्यस्मिन् पक्षे चतुर्थवर्णः डकारः आगच्छति, अतः मोघ मोड इति रूपद्वयं भवति. तदा एव अहं पृच्छामि हकारस्य स्थाने किं भवति किं भवति. यावत्पर्यन्तं हकारस्य स्थाने ढकार अथवा घकार न भवति तदा तावत्पर्यन्तं झषत्वदोधः कथं कार्यं करोति? न करोति खलु. अस्तु, तर्हि एकस्मिन् पक्षे घकारः भवति मोघयोगः ता. इदानीं झषत्वदोधः इत्यनेन तकारस्य स्थाने धकार मोघयोगः था. तदनन्तरं मोघयोगः था, तदनन्तरं किं करणीयम्? इदानीं जलं झषि इति सूत्रेण मोघ इति अस्ति, तत्र चतुर्थवर्णस्य स्थाने तृतीयवर्णः आगच्छति, मोघ इति भवति. मोग्धः इति भवति. अस्तु, अन्यस्मिन् पक्षे हकारस्य स्थाने ढकारः भवति चेत् किं करणीयं? मोढः. एकनिमिषं, मोढयोगः ता. तर्हि विजि महोदय अग्रे किं करणीयं? मोढयोगः ता. मोढयोगः ता अत्र जलाञ्जस् इति भूत्वा ढकारः भवति किल महोदय? तदनन्तरं ता ढा भवति, मूढयोगः ढा भवति. चतुर्थवर्णः सकारस्य स्थाने किं भवति? चतुर्थढकारः भवति केन सूत्रेण? दृक्मुखाम् इति सूत्रेण. आं महोदय, न न, मोढ भवति खलु. आम्, तदनन्तरं मोढयोगः ता. तकारस्य स्थाने किं भवति? डकारः भवति. चतुर्दोर्धः इति सूत्रेण. केन सूत्रेण? केन सूत्रेण? जषस्तदोर्दोर्धः. न न न न न न दादेर् दादेर् दादेर् दातोर्दग्धः इति न न न न दादेर् इत्युक्ते दकार प्रथमवर्णं भवेत्. दादेर् धातोर्दः सकारस्य स्थाने आदेशं करोति. आं, चतुर्दोधः तकारस्य स्थाने करोति. तर्हि अत्र चतुर्दोधः इति सूत्रेण तकारस्य स्थाने तकारः भवति. मोढयोगः धा केन सूत्रेण महोदय? यशस्ततोर्दोधः अग्रे किं भवति विधि महोदय? मोढयोगः ढा अत्र प्रथमढकारं लोपः भवति. न, प्रथमढकारं कथं भवति? मोढयोगः ढा अस्ति खलु, एकैव ढकारः अस्ति. जलं च अनन्तरं मोडि मोडियोः इदानीं हकारः अस्ति, हकारः अग्रे किं करोति? मूढा वा महोदय? अहं न जानामि अन्तिमरूपं, भवती क्रमेण करोतु. ढकारस्य स्थाने किं करोति? ढकारस्थाने किं भवति? डकारः आदेशः. डकारः आदेशः केन सूत्रेण? केन सूत्रेण? किम् आमां न, हकारस्य स्थाने हकारः तु अभवत्. भवान् जानामि इति उक्तवान् खलु, अतः एव परिचितं सूत्रमस्ति. अत्र इदानीमेव मीना महोदया सम्यक् रीत्या वदतम्, यथा दुह मध्ये अभवत् तथैव मुह मध्ये अपि अस्ति खलु. दृढमध्ये मीना महोदय उक्तं खलु ढकारः तदनन्तरं ढकार ढकारस्य न ढोढे लोपः कृते ढकारः भवति खलु अनन्तरं सुनाश्चुः महोदय सुनाश्चुः इति सूत्रेण आम् तदनन्तरं दोढे लोपः इति सूत्रेण किल महोदय ओके तदेव अहं वदामि इदानीमेव मीना महोदय तथैव सुनाश्चुः इति सूत्रेण किं भवति अत्र केन सूत्रेण ढकारस्य ढकारः भवति भगिनि पश्यतु पुनः अहं वदामि मुह योगः ता पुगन्तलघुपदस्य इति सूत्रेण मोह योगः ता तदनन्तरं हकारस्य स्थाने किं करणीयं तर्हि सूत्रमस्ति वा द्रुह मुह श्नुह स्निह सूत्रं किं वदति द्रुह मुह श्नुह स्निह धातवः सन्ति तेषाम् अनन्तरं यदि झल् वर्णः अस्ति तर्हि विकल्पेन हकारस्य स्थाने घकारः भवति एकस्मिन् पक्षे अन्यस्मिन् पक्षे ढकारः भवति तर्हि पश्यतु यस्मिन् पक्षे घकारः भवति तर्हि तत्र मोघयोगः ता इदानीं घकारः अस्ति चतुर्थवर्णः अस्ति झष् प्रत्याहारः अतः झषस्ततोर्दोधः इति सूत्रेण तकारस्य स्थाने धकारः भवति मोघयोगः धा इदानीं मोघयोगः धा मध्ये चतुर्थवर्णः अस्ति धा अतः तस्मात् पूर्वं घकारस्य स्थाने तृतीयवर्णः भवति जष्ट्वसन्धिः झलां झष् झषि मोघयोगः धा मोघधा अन्यस्मिन् पक्षे मोहयोगः ता मध्ये हकारस्य स्थाने ढकारः भवति मोढयोगः ता अत्रापि ढकारः चतुर्थवर्णः अस्ति झष् प्रत्याहारवर्णः अस्ति अतः झषस्ततोर्दोधः इत्यनेन तकारस्य स्थाने धकारः भूत्वा मोढयोगः धा इति भवति धा इदानीं ढकारः अस्ति ढकारः अस्ति टवर्गीयवर्णः ढकारः तवर्गीयवर्णः ढकारः टवर्गीयवर्णस्य स्पर्शात् टवर्गीयवर्णस्य किं भवति अन्तरतमः स्थाने अन्तरतमः टवर्गीयवर्णः एव भवति श्रुत्वसन्धि श्रुनाश्रुः अतः ढकारस्य स्थाने टवर्गीयवर्णः ढकारः भवति तर्हि मोढयोगः ढा इदानीं ढकारयोगः ढकारः अस्ति वयं जानीमः तथा अस्ति चेत् ढोढे लोपः इत्यनेन पूर्वढकारस्य लोपः भवति मोढा इति रूपम् एकरूपमस्ति मोग्धा अन्यरूपमस्ति मोढा रूपद्वयं सर्वे अवगच्छन्ति वा प्रश्नास्ति वा कस्यापि तर्हि अत्र मुख्यकार्यमस्ति वा द्रुह मुह श्नुह स्निहामिति सूत्रं किं वदति हकारस्य स्थाने विकल्पे जल्परे अस्ति चेत् दुह मुह श्नुह तदा स्निग् एतत् अस्ति चेत् पदान्ते अस्ति चेत् जलीपरे अस्ति चेत् तत्र विकल्पेन हकारस्य स्थाने गकारः भवति अनन्तरं तत्र नास्ति गकार आदेशः नास्ति चेत् अभावे तत्र डकारः भवति गकारस्य तृतीयगकारस्य स्थाने डक टावर्गीय चतुर्थवर्णः भवति डकारः तर्हि द्रुह मुह श्नुह स्निहां हकारस्य घकारः वा झलि पदस्य अन्ते च इति अनुवृत्तिसहितसूत्रमस्ति तथैव स्नुह इदानीं मीना महोदय वदतु स्नुह अस्ति चेत् किं रूपं भवति रूपद्वयं महोदय प्रश्नः अस्ति अस्मिन् सूत्रे वा दृघमुखश्नुकश्निः विकल्पेन हकारस्य घकारः अस्तु हकारस्य घकारः विकल्पेन भवति इति अत्र न उक्तम्। सत्यं, समीचीनः प्रश्नः अस्ति। तर्हि सूत्राणां क्रमः पश्यतु। प्रथमः भवति होडः, तदनन्तरं भवति दादे धातोर्गः, तदनन्तरं भवति वा द्रुहं मुहश्नुहश्निः, खलु। तर्हि दादे धातोर्गः इत्यस्मिन् सूत्रात् घकारस्य घः इति अनुवृत्तिः भवति, वा द्रुहं मुहश्नुहश्निः। तर्हि द्रुहमुहश्नुहश्निहां वा हहघः नाम हकारस्य घकारः भवति विकल्पेन, विकल्पेन एकस्मिन् पक्षे घकारः भवति, अन्यस्मिन् पक्षे किं भवति? उपरि सूत्रं किमस्ति? उपरि सूत्रं 8232 दादे दुर्गः, तदपि घकारः एव वदति। घकारस्य दादे धातुर्गः इति सूत्रात् अनुवृत्तिः भवति। अस्मात् उपरि किं सूत्रस्य उपरि सूत्रं किमस्ति? होडः इति 8231 किं वदति? होडः सामान्यसूत्रं, हकारस्य सह ढकारः। तदनन्तरं दादे धातुर्गः सूत्रमागत्य वदति दकारः धातुः अस्ति चेत् सर्वदा हकारस्थने घकारः, परन्तु द्रुहमुहश्नुहश्निः अस्ति चेत् विकल्पेन घकारः, विकल्पेन घकारः अस्ति, अतः अन्यपक्षे किं भवति? धकारः। किं केन सूत्रेण? वा द्रुहमुह एव वदति। वा द्रुहमुह किं वदति? विकल्पेन घकारः भवति, अकारस्य हकारस्य घकारः भवति विकल्पेन। तर्हि विकल्प नास्ति चेत् किम् अस्ति, किम् अवशिष्टं? ढकारः अस्ति खलु, होढः। विकल्प नास्ति भवति किल, अत्र विकल्पेन ढकारः भवति। किमर्थं पूर्वसूत्रं कोडः पूर्वसूत्रम् इति कारणात् वा? अतः ढकारः अस्ति विशेष विकल्पेन घकारः भवति, विकल्पेन घकारः भवति। अस्तु, तर्हि इदानीं श्नुः मध्ये, श्नुः मध्ये वस्तुतः धातुः अस्ति श्नुः, परन्तु धात्वादेशे सः सः इत्यनेन स्नुः इति भवति। तर्हि वदतु स्नुः मध्ये किं करणीयम्? पुगन्तलघुपदस्य इति सूत्रेण स्नोः भवति, प्रथमसूत्रं स्नोहयोगः, स्नोहयोगः ता वा ति वा किं न ता स्नोहयोगः ता स्नोहयोगः ता हकारस्य वा द्रुहमुहश्रुहश्निहामिति हकारस्य घकारः भवति, स्नोघयोगः च। तदनन्तरं स्नोढ स्नोघयुगत जशस्ततोर् अधो अधः अथो अधो अथोरधः इति सूत्रेण स्नोधयुगधा स्नोधयुगधा। तदनन्तरं जलां जशस्ति स्नोग् स्नोग् स्नोग्योगः स्नोग्योगः द स्नोग्धा अन्यस्मिन् पक्षे स्नोः योगः ता। तदनन्तरं स्नोड् ढकारस्य स्थाने ढकारः भवति स्नो स्नो स्नोड् स्नोड् स्नोड् योगः ता तेन सूत्रेण दृहमुख वा दृहमुख इति सूत्रेण डकार भवति डकार होडः इति स्नोढ स्नोढ योगः ता तदनन्तरं स्नो डकार जषस्ततो अधो अधो अधः इति सूत्रेण स्नोड् योगः धा स्नोड् योगः धा तदनन्तरं ष्टुनाष्टुः स्नोड्धा स्नोड् योगः डा डोडे लोपः पूर्वटकारलोप स्नोढा स्नोढा स्नोढा तथैव स्निह मध्ये स्नेग्धा अथवा स्नेढा अस्तु प्रश्नः अस्ति वा तर्हि अग्रे वादृहमुह अपि पठितं सूत्रं रामजस्य पठितं चतुर्थो द्वादश पठितं तर्हि अग्रे विकल्प नास्ति चेत् विकल्प नास्ति चेत् किं भवति अस्माभिः तदपि दृष्टं तर्हि पश्यतु अत्र बि बि बिन्दुः लिखितमस्ति खलु झलि परे धात्वन्ते ह स्थाने ढ होढ इति सूत्रेण तर्हि वस्तुतः वा दृहमुह एव सूत्रेण तेनैव सूत्रेण वयं ज्ञातुं शक्नुमः यत् ढकारः वदति होढः इति कारणात् ढकारः नास्ति दृहमुहमध्ये दृहमुहमध्ये ढकार घकार उभयोः विकल्पेन वा दृहमुह इति सूत्रेण एव भवति अत्र यद् लिखितमस्ति खलु झलि परे धात्वन्ते ह स्थाने ढ आदेशः होडः इति सूत्रेण तत्तु वस्तुतः होडः इति सूत्रेण वा दृहमुह इत्यनेन एव भवति यतोहि तत्र वा अस्ति खलु वा लेखनस्य वा लेखनादेव वयं ज्ञातुं शक्नुमः यत् होडः यत् एकस्मिन् पक्षे ढकार एकस्मिन् पक्षे ककार श्रयापयन्ति वा आं महोदय तर्हि इदानीम् अग्रे धत्वं घत्वम् इति विषये अत्र लिखितमस्ति खलु तत् पठतु कः पठति को अस्ति विजयमहोदय पठतु धत्वं घत्वम् इति विषये महोदय हस्ताने ड आदेशः न पठितं पठितं खलु पठितं नास्ति परन्तु अस्माभिः पूर्वमेव पठितं खलु उक्तं खलु द्रोढा मोढा स्नोढा स्नेढा तत्तु तत्र एव अस्माभिः कृतम् युगपत् अस्माभिः कृतं खलु एकस्मिन् पक्षे घकारः एकस्मिन् पक्षे ढकारः तर्हि अत्र पृथक्तया ढकारस्य विषये लिखितं परन्तु अस्माभिः युगपत् पूर्वमेव पठितम् अतः पुनः पठनस्य आवश्यकता नास्ति प्रश्नः अस्ति वा अस्ति अस्तु तर्हि विजया महोदय पठतु ठत्वं खत्वम् इति विषये ठत्वं गत्वम् इति विषये सावधानतया अत्र सूत्रक्रमं निरीक्षताम् कोडः दादेर् दादेर् धातोर्गः वा दृहमुह स्निह नुह स्निहां वा दृहमुह मुहस्नुहस्निहाम् इति सूत्रं तत्र अष्टाध्याये प्रथमसूत्रम् अष्टाध्याये द्वितीयपादे एकत्रिंशत् अस्ति, अनन्तरं द्वित्रिंशत् अस्ति, त्रयोत्रिंशत् अस्ति, एतत् क्रमेण आगच्छति. प्रथमम् अस्ति होडः इति सामान्यसूत्रं, तथा दादेर् धातोर्गः प्रथमस्य अपवादः, तथा वा दृह मुह श्नुह अश्निहां पुनः इतोपि विशेषम्. तत्र दृह दृक् धातोः विषये वा दृह मुह श्नुह वा दृह मुह श्नुह स्निहाम् इति दादेर् धातोर्गः इत्यस्य बाधकम्. एकवारं यदा दादेर् धातोर्गः बाधितं पुनः कार्यार्थं न आगच्छति. अतः वा दृह मुह स्नुह स्निहाम् इत्यनेन वा विकल्पेन गत्वं भवति. यस्मिन् पक्षे अनेन गत्वं न भवति तदा दादेर् धातोर्गः तत्र गत्वं साधारणार्थं न आगच्छति, अपि तु होडः इत्यनेन दत्वं भवति. फलितार्थे दुः योगहर्ता गत्व अपेक्षे दोग्ध दत्व अपेक्षे द्रोडा. इदानीं वयम् एतत् विषये दृष्टवन्तः एव. तर्हि अत्र किं लिखितं? होडः प्रथमं सूत्रं सामान्यम्, अनन्तरं दादेर् धातोर्गः इत्यस्य अपवादः नाम सामान्यतया हकारस्थाने ढकारः, परन्तु दकारे धातुः अस्ति चेत् अपवादः हकारः भवति. तदनन्तरं वा दृहमुह तस्यापि विशेषसूत्रं. तर्हि पश्यतु, अतः दृहधातुः अस्ति खलु, दृहधातुः दकारादि अस्ति खलु, तर्हि वा दृहमुह इति सूत्रं दादेर् धातोर्गः सूत्रं किं वदति? दादेर् धातुर्गः सूत्रं वदति यत् दकारे धातुः अस्ति चेत् घकारः भवति, परन्तु दृह विशेषधातुः अस्ति, दकारादि अपि अस्ति, परन्तु वा दृहमुह इति सूत्रेण विशेषसूत्रमस्ति, अतः दादेर् धातुर्गः तस्य बाधकम्. तर्हि एकस्मिन् पक्षे घकारः भवति, अन्यस्मिन् पक्षे यदा घकारः नास्ति तर्हि पुनः दादेर् धातुर्गः इति सूत्रेण घकारः न करणीयम्. पश्यतु, वा दृहमुह स्नुह इति सूत्रं वदति एकस्मिन् पक्षे विकल्पेन घकारः, तर्हि एकस्मिन् पक्षे विकल्पेन घकारः. अन्यस्मिन् पक्षे यथा घकारः नास्ति तर्हि किं करणीयं? तर्हि पुनः दादेर् धातुर्गः इति सूत्रेण घकारः न करणीयम्. एकवारं यदा दादेर् धातुः बाधितं पुनः कार्यार्थं न आगच्छति. इदानीम् अन्यस्मिन् पक्षे विकल्पेन धकारः भवति होडः इति सूत्रस्य बलेन. अतः अत्र लिखितमस्ति खलु, अतः वा दृहमुह इत्यनेन वा विकल्पेन घत्वं, यस्मिन् पक्षे अनेन घत्वं न भवति तदा दादेर् धातुर्गः तस्य धत्वस्य साधनार्थं नागच्छति, अपि तु होडः इत्यनेन धत्वं भवति. तर्हि वा दृहमुह, दृह एक धातु विशेषधातुः अस्ति, यद्यपि दकारे धातुः अस्ति दकारादि, तथापि दादेर् धातुर्गः इति सूत्रं कार्यं न करोति. वा दृहमुह कार्यं कृत्वा विकल्पेन एकस्मिन् पक्षे घकार, अन्यस्मिन् पक्षे होढ इति सूत्रस्य बलात् धकारः इति भवति. तर्हि फलितार्थः अस्ति दृहता, एकस्मिन् पक्षे घकारः द्रोग्धा, अन्यस्मिन् पक्षे धकारः द्रोढा. सर्वे अवगच्छन्ति वा? वयं दृष्टवन्तः इदानीं. प्रश्नः अस्ति वा कस्यापि? समानमेव किल, परन्तु मुह स्नुह दृह एकमेव धातुः अस्ति, दकारादि अस्ति, तर्हि दादेर् धातोर्गस्य इति सूत्रस्य प्रसक्तिः अपि अस्ति, वा दृहमुह अपि अस्ति, तर्हि केन कार्यं करणीयं? मा दृहमुह, यतोहि तत् सूत्रं विशेषमस्ति. मा दृहमुह एकस्मिन् पक्षे वा दकारः दकारः दकारः, अन्यस्मिन् पक्षे होडः तस्य सूत्रस्य बलेन ढकार. प्रश्नाः अवगच्छन्ति वा सर्वे? आम् महोदय. अग्रे किं लिखितम्? दृक् इति विशेषम् आगच्छति. केचन पृच्छन्ति धातेर्धातो द इति सूत्रस्य उपयोगं नास्ति किल, बलं न दृहमध्ये नास्ति, दृहमध्ये नास्ति. यद्यपि दकार आदि धातुः अस्ति परन्तु वा दृहमुह इति विशेषसूत्रस्य तेन एव एकस्मिन् पक्षे घकारः अन्यस्मिन् पक्षे ठकारः करणीयं. दादेर् धातोर्घः तस्य कार्यं न करणीयम्. अस्तु, इदानीम् अग्रे किं लिखितं विजया महोदय पठतु. केचन पृच्छन्ति, केचन पृच्छन्ति यत् दृह् धातुः दकारादि अकारान्तधातुः, अतः यदा वा यदा वा दृहमुहस्नुः अश्निहाम् इत्यनेन गत्वं न भवति तदा दकारादि हकारान्तत्वात् दादेर् धातोर्गः इत्यनेन गत्वं भवति. यतोहि दादेर् धातोर्गः होडः इत्यस्य अपवादः. किन्तु तादृशं चिन्तनं दोषपूर्णमस्ति. यदा वा दृहमुहस्नुः स्नुः अश्निहाम् इत्यनेन गत्वं न भवति चेत् तदा होडः इत्यनेन दत्वं भवति. तत्र सामान्यतया तत्र सम्यक् विवरणम् अस्ति एव. तत्र दकारादि अकारान्तदात्वत्वात् दादेर् दः इति सूत्रेण गत्वं भवति चेत्, परन्तु यतो दादेर् धातोर्गः इति सूत्रेण तत्र होडः इत्यस्य अपवादः भवति. 8232 मध्ये 8231 पूर्वम् आगच्छति, परन्तु तत्र अपवादः भवति. किन्तु तादृशं चिन्तनं दोषपूर्णमेव अत्र. किमर्थं चेत् वा दृहमुहस्नुः अश्निहाम् इति सूत्रेण गत्वं न भवति चेत् होडः इति सूत्रेण तत्र दत्वं भवति एव. तदेव मया उक्तं, पुनः दादेर् धातुर्गः इत्यनेन घकारत्वं घत्वं न करणीयं, घत्वमेव करणीयम्. सन्ति खलु, तदेव प्रश्नः अहं मया उक्तं किल, तदेव भवत्या प्रश्नः वा दृहमुहश्नुहश्निहाम् इति सूत्रे कथं दः वा विकल्पेन भवति. यतोहि यत्र घत्वं न भवति तत्र घत्वमेव भवति होडः इति पूर्वसूत्रकारणात्. सर्वे आगच्छन्ति वा इदानीं? प्रश्नः अस्ति वा? न महोदय. अस्तु, नास्ति चेत् अग्रे गच्छामः. महोदय, हा भवती पठतु. सः वः सः पः इति धातुभ्यां तकारादि तकारादि च प्रत्ययानां योजनविधिः. तकारादि तकारादि च प्रत्यये परे धातुन्तस्य हकारस्य स्थाने ढकारादेशो भवति पुनः इत्यनेन सूत्रेण. अधुना प्रत्ययः जश् हरतः अस्ति, अतः प्रत्ययस्य तकारस्य तकारस्य च दिद् आदेशो भवति जचस्तोधो धः इति सूत्रेण. प्रत्यय आदोषितस्य धकारस्य स्थाने ढकारादेशो भवति स्थुणाश्चुः इति सूत्रेण. पूर्वतनस्य ढकारः लोपो भवति ढोढे लोपः इति सूत्रेण. लुप्तकारस्य पूर्ववर्तिनः अकारस्य ओकारादेशो भवति सहिवकोरोधवर्णस्य इति सूत्रे. प्रलोपो पूर्वस्य दीर्घोणः इत्यस्य अपवादः. अत्र द लास्ट् बिन्दु विहाय सर्वं दृष्टम् इदानीमेव. अत्र सः वः सः वः इति प्रत्ययसूत्रम् अस्ति सहि वहोरूढवर्णस्य इति नूतनसूत्रम् नूतनसूत्रम् अस्ति. अत्र सोडुम् ऊडुम् इति आगच्छति किल. पश्यतु सः वः मध्ये ढ्रलोपे पूर्वस्य दीर्घोणसूत्रस्य प्रसक्तिः भवितुं शक्नोति खलु. परन्तु तद् विहाय तत् प्रबाध्य सहि वहोरोदवर्णस्य सूत्रं कार्यं करोति अपवादत्वेन. तर्हि उदाहरणं पश्यतु, पठतु. सः ता होढः इति सूत्रेण हकारस्य स्थाने ढकारः आदेशो भवति. षड् योगः था जजस्थोर्धोधः इति सूत्रेण था इति स्थाने धा इति चतुर्थवर्णः भवति. अतः षड् योगः धा स्टुनास्तुकु इति सूत्रेण षड् योगः धा इति दोढे लोपः इति सूत्रेण प्रथमडकारः लुकं भवति लोपः भवति स योगः ढा. अत्र एव सूत्रम् एकनिमिषं सयोगः ढा इति अस्ति खलु. इदानीं लुप्तढकारात् प्राक् कः वर्णः अस्ति महोदय? विधि महोदय लुप्तढकारात् प्राक् कः वर्णः ढकारः भवति. हा ढकारस्य ढकारात् प्राक् यः यः ढकारः लुप्तः भवति तस्मात् प्राक् कः वर्णः? तस्मात् प्राक् सा इति ओ सकारोत्तर अत्र ढ्रलोपे पूर्वस्य दीर्घवर्णः सूत्रस्य प्रसक्तिः भवति खलु. परन्तु तत् प्रबाध्य साढा इति रूपं न भवति. तत् प्रबाध्य अपवादसूत्रमस्ति सहि वहो रोदवर्णस्य नाम सः धातुः अथवा वह धातुः अस्ति चेत् दीर्घं न भवति परन्तु ओकारः तर्हि साढा न भूत्वा सोढा इति तथैव ओढा इति भवति. ओढा इति अस्य ओके सोढा अग्रे पठतु. एवमेव वः योगकर्ता वड् योगकर्ता तदनन्तरं वड् योगधा अत्र तु स्तुनास्तुरीत्यनेन वड् योगकर्धा तदनन्तरं डोढे लोपः इति सूत्रेण वा योगकर्धा तदनन्तरं सहि वहोरोधवर्णस्य इति वो भवति वा स्थाने ओ भवति ओ योगः ढा ओढा इति प्रत्येकविशेषसूत्रं सः सः वः इति धातु किल भवति. एतत् सहि वहोरोदवर्णस्य इति सूत्रं सूत्रेण अकारस्य स्थाने ओकारः भूत्वा तत्र सा उकारवर्ति अकारः तत्र सो भवति अनन्तरं सो योगः डा इति सोडा इति सोडा इति अन्तिमरूपं निष्पणं तादृशमेव तत्र वहुस्थाने अपि भवति. तर्हि अत्र अग्रे पठतु. इदं धातुद्वयम् अतिप्रसिद्धम् इदं धातु धातुद्वयम् अपि प्रसिद्धं सः सहते वह् वहति इति तयोः तुमन् रूपम् अपि प्रसिद्धं सः योगः तुमन् सह्योगत्वम् अत्र हकारस्थाने ढकारः भवति षड् योगत्वं तदनन्तरं षड् योगः दुम् इति तकारः ढकारः भवति तदनन्तरं सद्योगः ढुम् इति डो डे लोपः इति सूत्रेण सडोगः ढुम् तदनन्तरं सहि वहोरोधवर्णस्य इति सूत्रेण सकारः उत्तर अकारः ओकारः भवति सोदोगः ढुम् सोडुम् इति अन्तिमरूपो भवति अत्र सकारस्य दीर्घः न आकारः न भवति ओकारः आगच्छति तथैव सोढुम् ओडुम् इति सूत्रं वाक् वाक् सूत्रं पठतु नूतनसूत्रं सहि सहि वहोरोधवर्णस्य इति दकारस्य चेत् सह्वः इति धातोः अकारस्य स्थाने ओकारादेशो भवति एकनिमिषं अकारस्य स्थाने ओकारादेशो भवति सहिश्च वः तयोरित्रेत्रग्रन्थः सहि वहो तयोः सहि वहो सहि वहोः षष्ट्यन्तं भूत् प्रथमान्तम् अवर्णस्य षष्ट्यन्तं त्रिपदम् इदं सूत्रं द्रलोपपूर्वस्य दीर्घोणः इत्यस्मात् द्रलोपो इत्यस्य अनुवृत्तिः रेपस्य कार्यम् अत्र न भवति एव अतः सेपः न आनीतः अनुवृत्तिसहितसूत्रं सहि महोः अवर्णस्य ओत् दलोपो इति दलोपो किल ढलोपे ढलोपे तर्हि ढलोपे नाम यत्र ढकारस्य लोपः भवति केन सूत्रेण महोदय अत्र यदा ढकारस्य ढलोपे इति ढलोपे अत्र रेफस्य आवश्यकता नास्ति प्रसक्तिः नास्ति ढलोपे नाम ढकारस्य यदा लोपः भवति ढोढे लोपः इति सूत्रेण तत्र सः अथवा अपि च वः धातोः अवर्णस्य स्थाने ओकारः भवति सो वो इति आगच्छन्ति वा आम् लघ् धातुतः सकारादि ठकारादि च प्रत्ययानां योजनविधिः लह् लह् योगः ता लहो लहोदः नूतनसूत्रं वा परिचितं सूत्रमस्ति नहोदः तस्मात् हकारस्य धकारः नद् योगः ता जषस्ततोः दो अधः इति सूत्रेण नद् योगः धा जलां जषि इति सूत्रेण नद् धा नद्धा नहोदः नः धातोः हकारस्य धकारादेशो भवति जलि पदान्ते च लह षष्ट्यन्तं दह प्रथमान्तं द्विपदमिदं सूत्रं होडः इत्यस्मात् हः इत्यस्य अनुवृत्तिः धातोर्गः इत्यस्मात् धातोर् इत्यस्य अनुवृत्तिः जलां जषि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः जलोजलि इत्यस्मात् जलि इत्यस्य अनुवृत्तिः स्को संयोगा स्वसंयोगाद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नहः धातोः हः दः जलि पदस्य अन्ते च धातु विशेषः अस्ति तत्र हकारस्य स्थाने न तु ढकारः भवति न तु घकारः भवति परन्तु धकारः भवति इति धातो हलन्तेभ्यः धातुभ्यः तकार थकार च प्रत्ययानां योजनमिति समाप्तम्। अग्रे चतुर्थकरपत्रं अस्ति, अन्तिमकरपत्रं, यत्र झल् वर्णात् परे ध इति धकार इति अस्ति, किं करणीयम्? तर्हि एतत्पर्यन्तम् एतावत्पर्यन्तं प्रश्नः अस्ति वा कस्यापि? बहूनि सूत्राणि महोदय, परन्तु तानि सूत्राणि पुनः पुनः आगच्छन्ति, नाम नूतनसूत्राणि बहूनि न सन्ति, सूत्राणि सन्ति परन्तु पुनः पुनः आगत्य तानि एव सूत्राणि कार्याणि कुर्वन्ति, अतः बहूनि सूत्राणि तत्र मस्तिष्के न स्थापनीयं, तदेव स्थापनीयम्, परन्तु बहूनि न सन्ति। अपि च अष्टाध्याय्यां यदि अष्टमाध्यायं भवती पठति तत्र क्रमेण सूत्राणि लिखितानि सन्ति, पुनः पुनः पठतु तत्र अभ्यासं भवति, अभ्यासः भवति, पुनः पुनः पठतु अभ्यासः भवति। दीस् आर् द बेसिक्स् आफ् सन्धि सूत्र, दीस् सूत्रास् आर् द बेसिक्स् आफ् सन्धि, सो if you read them again and again they will get fit in your mind, because they are useful not only in Singhanta but also in other other chapters like Subhanta also they are again and again. it's like basics, just like math as basic, because the basics of Sandhi Sutra. पुनः पुनः पठतु, अभ्यासं करोतु। अस्तु, तर्हि प्रश्नः अस्ति चेत् पृच्छतु मम ईमेल् प्रेषयित्वा अथवा अग्रिमवर्गे। इदानीं प्रश्नः अस्ति वा? किञ्चित् वक्तुं नास्ति, अहम् अयोध्यां गमिष्यामि 16th तः, 28 एव पुनर् आगमिष्यामि, अतः वर्गे न आगन्तुं शक्नोमि जि, कृपया अग्रिमसप्ताहे न आगच्छति, अग्रिमेश अहम् ऐ एम् बेक् ओन्लि आन् 28, सो ऐ विल् मिस् द क्लास् आन् 21st अण्ड् 28, ओन्लि ऐ एम् मार्निङ्ग्। अग्रिमरविवासरे अहमपि पुण्यनगरी अस्मि, पुणेनगरी नगर्याम् अस्मि, तर्हि भवान् पुणेनगरे महोदय पुण्यनगरे पुण्यनगरं नास्ति, पुणेनगरे पुण्यनगरं नास्ति, नासिक् नासिक् अस्ति पुण्यनगरं, नासिक् पुणेनगरे अस्ति। तर्हि तत्र मम किमस्ति इन्लास् सन्ति तत्र, अतः वर्गः भविष्यति न, अहमपि न जानामि, प्रेषयामि पत्रं, प्रेषयामि चेत् बहु धन्यवादः। कथं इन्लास् गृहतः कथं भवति महोदय? क्षम्यताम्, अत्र गतवर्गे अपि वर्गः न भवत्, चिन्ता नास्ति महोदय, मन्देन एव दीपावल्याः दीपावल्याः अपि मम अत्र यात्रा अपि भवति, अत्र अहं अस्मिन् नगरे अस्मि, अन्तिमरविवासरे अन्यस्मिन् नगरे अस्मि, इदानीमहं बेङ्गलूरु मध्ये नास्ति, अहं अतः डिसेम्बर् 1st मध्ये पश्यामः, तत्र अग्रिमरविवासरे परन्तु वर्गः भवति न वा इति अहं प्रेषयामि पत्रं प्रेषयतु महोदय। धन्यवादः, शुभरात्रि महोदय। पुणे अस्ति चेत् शिर्डि बाबा पश्यतु, गच्छ तत्र, बाल्यकाले एव शिर्डि दृष्टं, शिर्डि नासिक् नासिक् धन्यवादः, अस्तु धन्यवादः, शुभरात्रि, धन्यवादः महोदय।